बुद्धिस्तोत्र याज्ञवल्क्य उवाच कृपां कुरु जगन्मातः मामेवं हततेजसं गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितं ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्य प्रबोधिनीं ग्रन्थकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितं प्रतिभां सत्सवायां च विचारक्षमतां शुभां लुप्तं सर्वं दैवयोगान् नवीभूतं पुनः कुरु यथाङ्कुरं भस्मनी च करोति देवता पुनः ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी सर्वविद्यादिदेवी या तस्यै वाण्यै नमो नमः विसर्गबिन्दुमात्रासु यदधिष्ठानमेव च तदधिष्ठात्रिया देवी तस्यै नित्यै नमो नमः व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी यया विना प्रसङ्ख्यावान् सङ्ख्यां कर्तुं न शक्यते कालसङ्ख्यारूपाया तस्यै दिव्यै नमो नमः ब्रह्मसिद्धान्तरूपाया तस्यै दिव्यै नमो नमः स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्तिस्वरूपिणि प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै बभूवमूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः तदा जगाम भगवान् आत्मा श्रीकृष्ण ईश्वरः उवाच सचतां स्तौ हि वाणीम् इष्टां प्रजापते स चतुष्टावतां ब्रह्मा चाज्ञया परमात्मनः चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमं यदापि अनन्तं पप्रच्छ ज्ञानम् एकं वसुन्धरा बभूवमूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः तदा तां स चतुष्टाव सन्त्रस्तकश्यपाज्ञयः ततश्चकारसिद्धान्तं निर्मलं ब्रह्मभञ्जनं व्यासपुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा मौनिभूतश्च सस्मार तामेव जगदम्बिकां तदा चकारसिद्धान्तं तद्धरेण मुनीश्वरः सम्प्राप्य निर्मलं ज्ञानं ब्रह्मान्धध्वंसदीपकम् पुराणसूत्रं श्रुत्वा च व्यासकृष्णकलोद्भवा तां शिवां वेददध्यौ च शतवर्षं च पुष्करे तदा त्वत्तो वरं प्राप्य सत्कविन्द्रो बभूवः तदा वेदविभागं च पुराणं च चकारसः यदा महेन्द्रः पप्रच्छ तत्त्वज्ञानं सदाशिवं क्षणं तामेव सञ्चित्य तस्मै ज्ञानं ददौ विभुः पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिं दिव्यं वर्षसहस्रं च सात्वां दध्यौ च पुष्करे तदा त्वत्तो वरं प्राप्य दिव्यवर्षं सहस्रकम् उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् अध्यापीताश्च ये शिष्याः तैरधीतं मुनीश्वरैः ते च तां परिसञ्चित्य प्रवर्तते सुरेश्वरीं त्वं संस्तुता पूजिता च मुनीन्द्रैः मनुमानवैः दैत्येन्द्रैश्च सुरेश्चापि ब्रह्मविष्णुशिवादिभिः जडीभूतसहस्रास्या पञ्चवक्त्र चतुर्मुखः यां स्तौतुं किमहं स्तौमि तामेकास्येन मानवः इति उक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः प्रणनाम निराहारो रुरोद च मुहुर्मुहुर्ज्योतिरूपा महामाया तेन दृष्ट्वापि उवाच तं सुकवीन्द्रो भवेतुक्त्वा वैकुण्ठं च जगामहे याज्ञवल्क्यकृतं वाणी स्तोत्रम् एतत्तु यः पठेत् सुकवीन्द्रो महावाग्मी बृहस्पति समो भवेत् महामूर्खस्य दुर्बुद्धि वर्षम् एकं यदा पठेत् स पण्डितश्च मेधावी सुकवीन्द्रो भवेत् ध्रुवम् इति श्रीयाज्ञवल्क्यविरचितं बुद्धिस्तोत्रं सम्पूर्णम्।